नमस्कारः। अस्माकं पाणिनीयव्याकरणवर्गे कर्मणि भावे च इति द्वितीयभागस्य पाठः। तत्र वयं लिट् लुट् लृट् लुङ् आशीर्लिङ् लुङ् इति लकारेषु चिन्तनं किम् इति दृष्टवन्तः गतसप्ताहे। तत्र तु सार्वधातुके यक् इत्यनेन प्रथमं बहु मुख्यं यद् अस्ति, सार्वधातुके यक् इत्यनेन अत्र यक् प्रत्ययः न विधीयते। भाववाचके कर्मवाचके सार्वधातुकप्रत्यये परे एव यक् विधीयते, अत्र तु न विधीयते इति बहु मुख्यम् अस्ति। अतः यथा वयं तत्र लट् लोट् लङ् विधि लिङ् दृष्टवन्तः, तादृशम् अत्रापि भावकर्मणोः इति इत्यनेन तिबादयः आत्मनेपदिनः भवन्ति। तत्र लिट् लकारस्य चिन्तनमेव प्रथमम् आसीत्, लिट् लकारे कर्मणि भावे च इति। तत्र केवलं वयं तत्र विद्वं यत् कार्यं सर्वम् अग्रे पश्यामः, परन्तु भावकर्मणोः इत्यनेन तत्र आत्मनेपदिनः भवति इत्येव तत्र चिन्तनम् इति, अन्यत् किमपि नास्ति तत्र। बभूव ह इति कर्तरिप्रयोगे, बभूव इति कर्तरिप्रयोगे अस्ति चेत् कर्मणि प्रयोगे बभूवे इति भवति, तावदेव तत्र। अनन्तरम् अग्रिम चतुर्षु लकारेषु कर्मणि भावे किं भवति इति, तत्र अजन्तदातवः अस्ति अथवा हन् ग्रह् दृश् इति विशेषदातवः सन्ति चेत् तत्र स्युट् तासिषु भावकर्मणोः उपदेशे जनग्रह दृशां वा चिन्वत् चिन्वत् इट् च इति सूत्रेण तत्र चिन्वद् भावः आरोपितं भवति। अनन्तरम् इट् इडागमः अपि कार्यद्वयं भवति, स्य सिच् सीयुट् तास् प्रत्यये परे तत्र चिन्वद्भावः अध्यारोपितम्, अतः अनन्तरम् इड् इडागमः अपि अत्र तु विकल्पेन एव भवति। अतः भाग पक्षद्वयं चिन्वत् पक्षः चिन्वत् अपक्षः इति भागद्वयं भवति। तत्र चिन्वत् पक्षे तु तत्र चिन्वत् इति आरोपितम् इति कारणेन तत्र अचोमिति अथ उपादायाः यथासङ्गम् आतो युक् चिन्कृतोः होहन्तेर्निन्नेषु चिन्नमुळो दीर्घो अन्यतरस्याम् इति सूत्राणां तत्र प्रवृत्तिः भवति। यत्र यत्र चिन्वत् पक्षः अस्ति तत्र तत्र इडागमः अपि भवति। यत्र चिन्वत् अपक्षः इति यदा वदामः तत्र यथा तत्र धातुः सेट् अनन्तरं प्रत्ययः अपि अस्ति, इडानुकूलप्रत्ययः अस्ति चेत् तत्र अर्धधातुकस्य इड् बलादेः इत्यनेन तत्र इडागमः भवति। तदेव वयं गतसप्ताहे अकारान्तधातुः अस्ति चेत् अजन्तदातवः तस्य विषये वयं दृष्टवन्तः। तत्र चिन्वत्पक्षे आतो युक् चिन् कृतोः इति सूत्रेण युक् आगमः भवति, पा इति धातुः। तत्र अस्माकं दीर्घसूत्रेण चिन्वत् आरोपितं भवति, इडागमः भवति, पा योगः ई योगः स्यते, अनन्तरं षत्वम् आदेशप्रत्ययोः, अनन्तरम् आतो युक् चिन् कृतोः इत्यनेन युगागमः, सर्वं भूत्वा तत्र पायिष्यते इति रूपं भवति। यत्र चिन्वद् नास्ति तत्र पास्यते, एतादृशमेव अन्येषु लकारेषु अपि रूपाणि इति दृष्टवन्तः। अद्य वयम् इकारान्त ईकारान्तजातवः तत्र चिन्तनं किम् इति पश्यामः। महोदय पठति वा? ईकारान्त ईकारान्ताः च दातवः, श्रूयते खलु? चिण्वद्भावस्य पक्षे अचोणिति इत्यनेन वृद्धिः चीयोगवृट् अत्र चीयोग सदा अस्तु अस्तु तत्र चीयोगस्य ते भवति वृट् अस्तु खलु सते इति अस्य इति प्रत्ययः ते इति भवति सते। इदानीं स्यसि स्यासिच् सेयुक्तासिषु भावकर्मणोः उपदेशे अच् हानग्रहदशां वा चिणुवद् इति चिणुमदिति च इत्यनेन च प्रत्ययस्य चिणुवद्भावः इडागमश्च, अतः चियोग तत्र स्यते इत्यस्य तत्र इडागमति, चियोग इयोगस्य ते ये इदानीं तत्र आदर्शप्रत्यय इत्यनेन षत्वं अचोणिति इत्यनेन तत्र अचोणिति चियोग इष्यते, इदानीं तत्र चियोग इष्यते अचोणिति इत्यनेन तत्र जितिनिति प्रत्यये परे वृद्धिः चयोग इष्यते, इदानीं यचो यवायावः इत्यस्य प्रसक्तिः आयादेशः चाय् इष्यते चायोग इष्यते चाय् इष्यते चिन्वद्भाव अपक्षे चेत् चियो गच्छते तत्र चियो गच्छते इति अस्ति तत्र सार्वत्रिकेन तत्र गुणः भवति के योग इष्यते, अनन्तरं तत्र आदेशप्रत्ययेन तत्र तत्र सकार प्रत्ययस्य सकारस्य षत्वं भवति तिष्ठति इति रूपम्। समीचीनं, तद् तु अनित् अस्ति अतः तत्र इडागमः न भवति अर्धधातुकस्य विद्वलादि चेष्यते च अत्र तु यदा अत्र दीर्घसूत्रेण एव इडागमः भवति अपक्षे तु न भवति सत्यम्। अग्रे अपि महोदय अग्रे अस्ति तत्र नियोग लुट् अस्ति तत्र स्यास्य लुटः स्या इति भवति, अनन्तरं ते इति अर्थनेपतिप्रत्ययः एव भवति तत्र भावकर्म वैचर्य तत्र नियोग स्यते इदानीम् इडागं भवति स्यापि सियुक्तापि भावकर्मणोः उपदेशे अस्थानग्रहदशां वा चिन्वदिति च इत्यनेन तत्र इडागमः नियोग इष्यते, इदानीं तत्र अचोदिति इत्यनेन तत्र वृत्तिः नैयोग इष्यते, इदानीं तत्र यचो यव इत्यनेन आय् इति भवति आयिष्यते नाय् इष्यते तत्र तत्त्वं भवति नायिष्यते अथवा नेष्यते इति भवति अपक्षे तथैव तत्र मृङ्ग् मृङ्गकारे मृङ्गकारे नियोग नृङ् इति अस्ति अत्र अत्रापि नृत्तो इति तथापि नृत्तोः इत्यनेन अत्र नृ अस्तु क्या इति भवति वा अत्र तद् अस्तु अत्रापि तत्र तथैव तत्र स्यायोग तत्र अडागमः भवति अनि अनियोग स्यायोग सा इति अस्ति तत्र प्रत्ययस्ति तत्र सा इति भवति लङ्लकारस्य सा इति अस्ति, इदानीं तत्र तत्र इडागमः इष्यत इति भवति तत्र शब्दं भवति, अनन्तरं तत्र अनै अनायिष्यत इति भवति अनायिष्यत इति रूपं, तथैव तत्र लुट् लकारे तथा स्वीकृतौ इत्यनेन सात् इति प्रत्ययः भवति नियोग सात् अस्ति नियोग सात् इदानीं तत्र तत्र नायिका इति भवति तत्र नायि इडागमः भवति नायिका इत्यनेन नायिका नायिका इति नायिका इति चिन्वत्पक्षे अपक्षे तु अपक्षे तत्र तत्र नेता इति भवति तत्र इडागमः नास्ति अतः नेतायुट् आगमः तत्र तत्र केन सूत्रेण सियुट् लिङ्ग आशिषि लिङ्गमस्ति सियुट् सियुट् इति आगमः अस्ति केन सूत्रेण भवतिगमः अग्रे अस्ति तद् अस्मिन् पाठे वा अग्रिमपाठे आमां तत्र सियुट् आगमः अस्ति नियोग सियुट् इति अस्ति इदानीं सि अत्र सि एकनिमिष तत्र सियुट् इत्यस्य किं भवति अत्र सि इत्यस्य इष्ट तत्रापि नै इरागमः भवति युक्त सीय इति भवति तत्र यकारस्य लोपः भवति अस्ति खलु यकारस्य यकारस्लोपः भवति सकारस्य लोपः भवति इसि इति अस्ति इदागमः भवति इसि इति इसि इत्यस्य इसि इति भवति नै नायि नायिष्ट इति भवति तत्र इसि नायिष्ट नायिशिष्ट यावः भवति खलु तद् नेसीष्ट इति भवति आं सत्यं नेसीष्ट तत्र गुणः भवति ने शीष्ट अस्तु नेसीष्ट एव सत्यं तद् इडागमः न भवति तावदेव तत्र तत् कार्यं वयं त्यक्तव्यं तावदेव तत्र आचिल्लिङ्ग् तत्र एतत्तु आत्मनेपदीरूपं वा इष्ट इति सत्यम् सत्यम् ष्टिष्ट इति इष्ट अष्ट इति आशीर्य भगिनी पठति वा अचोनिति अनन्तरम् उकारान्त उकारान्त अत्र अचो निति अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति निति प्रत्यये परे अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निति उकारान्ताः ऊकारान्तः च दातवः निद्वद्भावस्य पक्षे अचो निति इत्यनेन वृद्धिः भवति कु योगः लृट् योगः लृट् अस्ति अतः स्यते इति भवति स्यासिच् सीयुट् ता शिशुभावकर्मणौ रूपदेशे झण गृहदृश्यां वा निन् चिन् वदिट् च इत्यनेन स्या प्रत्ययस्य चिन्वत् भावः भवति अनन्तरम् ईडागमः अपि भवति हू योगः इदानीम् ईडागमः हू योगः ई अनन्तरं स्यते इति आदेश भवति इदानीम् आदेशप्रत्ययोः इत्यनेन षत्वं भूत्वा हू योगः दन्त्यसकारस्य स्थाने नूतने शकारः आगच्छति अतः तत्र हू योगः इष्यते इति भवति अचोनिति इत्यनेन निति निति प्रत्यये परे वृद्धिः भवति अतः हू उकारस्य स्थाने औकारः भूत्वा हौ इति भवति हौ योगः इष्यते एचो एव यावः इत्यनेन आव् आदेशः भवति औ स्थाने अतः हाव् इति भवति हाव् योगः इष्यते वर्णमेलन वर्णमेलनेन आविष्यते इति विवक्ष आत्मनेपदिनः अस्ति अत्र आविष्यते इति भवति चिन्वत् भावः न भवति चेत् पोष्यते इति भवति अत्र वृद्धिः न भवति इति चिन्वद्भावः नास्ति चेत् तत्र पोष्यते इति रूपम् अग्रे अपि भगिनि पठामि भगिनि एवमेव भू योगः लृट् भू योगः इष्यति अत्र ऊकारस्य स्थाने आव् भवति औ भवति एचो एव यावः इत्यनेन भाव् इति भवति अनन्तरं इष्यते योजनेन वर्णमेलनेन भविष्यते इति भवति आत्मनेपदिनः तत्र भूयोगः लृङ् भूयोगः स्य तत्र स्य सिच् सीयुट् ताश्च भावकर्मणो रूपदेशे जन गृहदृशां वा चिन् वदित् च इत्यनेन तत्र स्य भवति तत्र लृङ् अस्ति अतः तत्र सर्वत्र लुङ् लुङ् लृङ् लुङ् लुङ् किं भगिनि अडुदातः इति अडुदातः अतः इत्यनेन अडागमः भवति. अतः तत्रापि एचो एव यावः भूस्थाने भूकारस्य स्थाने आव आवदेशः भवति. अतः अभाव् इति भवति. मेलनेन इकारः इडागमः अपि भवति. एतत् स्यासिच् सि यु टि इति सूत्रेण इडागमः इत्य भवति. अतः तत्र सकारस्य स्थाने आदेशप्रत्ययोः इति मूर्धनिशकारः आगच्छति. अतः अभाविष्यत इति रूपं भवति, भृङ्गरूपम्. अनन्तरं भूयोगः लुट् भवति. तत्र भूयोगः तास्, तत्र शतासि रुल् लुटोः इति सूत्रेण तास् आगच्छति. भूयोगः तास् इदानीमपि तत्र एषो एव यावः इत्यनेन भविता इति वर्णमेलनेन अत्र इदागमः अपि भवति. अतः तत्र भाविता इति भवति. भूयोगः आशीर्लिङ्ग्, अत्र भूयोगः सीयूट् इति भवति. तत्रापि एचो एव यावः इत्यनेन अनन्तरम् इडागमः भूत्वा भावि इति भवति. अनन्तरं सीयूट् तत्र आशीर्लिङ्ग् अस्ति. अत्र स्थाने आदेशप्रत्ययोः आगच्छति खलु महोदय. अत्र तत् समानं प्रक्रिया एव, यदा तत्रापि ईकारः भवति आदेशप्रत्ययोः अचोनिति एचोयवायवः. समानप्रक्रिया. अतः अन्तिमरूपं भावि भाविशिष्ट इति भवति. तावदेव खलु महोदय. तावदेव. तत्र सर्वत्र चिन्वद् पक्षे भाविशिष्ट इति भवति. भू इति सेट् एव इडागम अनुकूलप्रत्ययः क्षम्यतां धातुः एव. अतः तत्र अपक्षे भविष्यते, अभविष्यथ, भविता, भविशिष्टा इति ईकारः भवति. ऊकारान्तः क्षम्यताम् आम् ऊकारान्तः एव सर्वे सेट्. अतः तत्र तादृशं रूपाणि भवति. धन्यवादः. अस्तु महोदय. ऋकारः तत्र भूधातुः तु उकारः किल, तत्तु अनिट् अस्ति. भाविष्यत, पोष्यत इति भवति. यदा वयं नी धातुः दृष्टवन्तः तादृशं, परन्तु भूधातुः तु सेट् भविता भाविता. आं महोदय. ऋकारः स्पष्टमस्ति किल? ऋकारान्ताः दीर्घऋकारान्ताः जातं प्रातमः. चिन्मद्भावस्य पक्षे अचोनिचिन्तनेन वृद्धिः क्रियग लृट् क्रिय गच्छते. इदानीं तत्र युक्तासिषु भावकर्मणोः भाव उपदेशे अनग्रह अर्जनग्रह वा तस्य प्रत्ययस्य किन्वद्भावः इदानीम् अपि च इदागमः इदानीं कल्पनिरागमः भवति. इच्छते इति इत्यनेन भवति. क्रियते इच्छते अचोटिचिन्तने इत्यनेन तत्र वृद्धिः भवति. का योग इच्छते तत्र उरण्डपरः इत्यनेन तत् रपरः इत्यनेन कारिष्यते इति भवति. कारिष्यते किन्वाद् अपक्षे कृयोग इच्छते. यत्र कृ इति धातुः तत्र तत्र इच्छते इति तत्र स्या इति कृ इति विशेषसूत्रेण भवति वा कृ इति ऋकारान्तात् न भवति वा तत्र? आम् कृ इति अनिट् अस्ति, परन्तु विशेषसूत्रम् अस्ति ऋद्धनोः के इति 7-70 अनेन सत्यं प्रत्यये परे एव इडागमः. अस्तु, तर्हि तत्र इडागमः भवति. इच्छते करिष्यति इति रूपं तत्र गुणः भवति. तर्हि एवमेव क्रियोग लृङ् इति अस्ति. अत्र क्रियोगस्य इति अत्र तत्र रागमः अक्र इति अक्रियोग इरागमः भवति. चिन्वद्भाव इत्यनेन तत्र वृद्धिः अपि भवति. का आनन्द उरण्ड प्रचित आकार आकारिष्यत अकार क्षमतम् अकारिष्यत अथवा तत्र करिष्यत अकरिष्यत अकरिष्यत इति अकारिष्यत अथवा अकरिष्यत इति तथैव तत्र लुटोः लुट् लकारस्य ताप् इति अस्ति अत्र तत्रापि चिन्वद्भाव इति कृत्वा तत्र वृद्धि अचौणिचित्रे वृद्धिः भवति कारि इडागमासो भवति कारिता इति अन्यथा किं भवति स्त्रीयोगता इति अत्र कर्ता एव भवति अत्र इडागमः न भवति तदेव कर्ता इति तत्र क्रुयोग आचिर्लिङ्ग् अस्ति स्यूट् इति अस्ति अत्र इडागमः भवति वृद्धिः भवति ईशिष्ट इति ईशिष्ट कारिशिष्ट इति तत्र कारिशिष्ट अथवा अपक्षे कृ तत्रापि भवति वा करिशिष्ट इति भवति वा पुनः न भवति तत्र इडागमः न भवति सत्यं सत्यं तत्र तु इडा अनुकूलः नास्ति गुणः न भवति वा न तत्र किमपि सूत्रमस्ति उश्च इति 1 to 12 अनेन तत्र कृषिष्ट इति एव लुटिपरे न भवति इति तत्र तत्र न भवति अत्र तदेव वैशिष्ट्यं कृ आशीर्लिङ्ग् कृशिष्ट अनन्तरं तत्र लुङ् लृङ् तत्र तु वृद्धनोः स्ये इति सूत्रेण इडागमः भवति यद्यपि ऋकारान्त धातुः अनिट् अस्ति चेदपि हन्त हन्त हन्तेश्च इत्युक्ते हन् धातुः अपि अनेन सूत्रेण एव इडागमः प्राप्नोति तदेव अग्रे सत्यं तदेव अग्रे अस्ति तदेव किमर्थं प्रायः न लिखितवान् अन्यत् अन्यत् करपत्रे प्रायः अत्र दत्तमस्ति अत्र हन्दतो अधः न तद् एतत् सूत्रं यत् अहम् उक्तवती 7 to 70 अस्मिन् करपत्रे नास्ति प्रायः अन्यत्र अस्ति वा इति द्रष्टव्यम् अग्रे दीर्घकारान्तानामपि तथा तत्र त्रियुग लृट् अस्ति त्रियुग इष्यते तत्रापि तत्र इडागमः भवति शति इत्यनेन तत्रेन इडागमः इष्यते अनन्तरं तत्र वृद्धिः अचोनिति इत्यनेन तत्र किन्वद् किन्वद् अनिर्वद् अस्ति तत्तारिष्यते अथवा अन्यथा किं भवति तत्र तरिष्यते कृ इति दीर्घकारः इडाग इडोग तरिष्यते ऊकारः ऋकारः सर्वे श्रेतः ईकार इकार ईकारः अनिटः अनिटः केचन सन्ति तदग्रे एकः पाठः अस्ति अस्मिन्नेव इडागमः इत्येव तत्र कोष्टकानि दत्तानि के दातवः इड इडः इट् अनिट् सेट् वेट् वा वेट् एव तदेव अग्रे एकः पाठः अस्ति तस्मिन् पाठे वयं प्रायः तत्र कण्ठस्थीकरणम् इति महोदयेन उक्तं पश्यामः समयः लभ्यते चेत् कुर्मः रूपमेव मनसि भवति चेत् तदेव समीचीनं भवति कण्ठस्य आं सत्यं तद् धातुः विस्मरणं भवति रूपाणि तु सम्यक् एव रूपाणि एव तत्र रूपाणां तत्र यथा तत्र प्रसिद्धरूपाणां तत्र मनसि भवति चेत् कोऽपि सार्वत्रिकपत्यं स्वीकृत्य तत्र भवति चेत् तत्र सत्यं तत्र परन्तु कुत्रचित् निट्लकारे इडागमः भवति अन्यत्र निडागमः न अभवत् तदपि भवति विशेषस्थलः तु अस्ति एव पश्यामः यदा समयः आवश्यकं किल अनियरूपं दृष्ट्वा वयं चिन्तयित्वा कर्तुं शक्यते अनियर् सव्यत् इति तत्र सामान्यस्य जानन्ति रूपाणि कर्तव्यं करणीयम् इत्यत्र ईडागमः अस्ति कर्तव्यम् इति तु नास्ति तादृशं तदपि द्रष्टुं शक्नुमः. पश्यामः तदा यदा वयं तस्मिन् पाठे वयं किञ्चित् इतोपि चिन्तनं कुर्मः. भगिनी हन्तातु. आम् महोदय, अत्र हन् धातुः चिन्वद् भावस्य पक्षे को अन्ते निन्नेषु इत्यनेन हन् धातोः कुत्वं गकारः भवति, चतुर्थवर्णः. हन् योगः लृट्, हन् योगः स्यते इति भवति. स्यासिच् सियुट् तासिषु भावकर्मणोरुपदेशे जन गृहदृशां वा चिन्वदिट् च इत्यनेन स्यप्रत्ययस्य चिन्वत् भावः इडागमः भवति. हन् योगः इ स्यते इति भवति. इदानीं सकारस्य स्थाने दन्त्यसकारस्य स्थाने आदेशप्रत्ययोः इत्यनेन शतं भूत्वा हन् योगः इष्यते इति भवति. इदानीं को अन्तेर्निन्नेषु इत्यनेन ञिति निति प्रत्यये परे हन् धातोः अकारस्य स्थाने कवर्ग आदेशः भवति. इदानीं गण् योगः इष्यते. अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः निति प्रत्यये परे गान् इति भवति. गकारः दीर्घं भूत्वा वृद्धिः भवति, गान् इति भवति. गान् योगः इष्यते, गानिष्यते, वर्णमेलनेन गानिष्यते अन्तिमरूपं. चिन्वत् भावः न भवति चेत् अनिष्यते इति भवति, तत्र कुत्वं न भवति, अतः अनिष्यते एव इति भवति. तत्रापि तद् ऋद्धनोः स्ये इत्यनेन एव इडागमः, अतः एव अनिष्यते इति. आं भगिनि, हो अन्तेर्निन्नेषु. अस्तु भगिनि, अत्र हो अन्तेर्निन्नेषु हन् धातोः अकारस्य स्थाने सवर्ग आदेशः भवति. निति निति प्रत्यये परे नकारे परे वा परे च. अत्र निमित्तं हकारः स्थाने अनन्तरं निति निति प्रत्यये परे अनन्तरं नकारे परे निमित्तं त्रीणि अस्ति अत्र सन्ति. स्थानेन्तरतमः इत्यनेन कवर्गे हकारेण तुल्यः गकारः अस्ति, संवारनादघोषः महाप्राणः च. अतः अकारस्य स्थाने गकार आदेशः भवति. इञ् च युञ् च ञौ इतरेतरद्वन्द्वः तौ इतौ ययोस्तौ नितौ बहुवीर्भिः नितौ च नच्च तेषाम् इतरेतरद्वन्द्वः निन्नाः तेषु निङेषु ईक्षित ईक्ष किं भगिनि अत्र स्तिपौ स्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ति षष्टिविभक्तौ हन्तेः अह षष्ट्यन्तम् अन्तेः षष्ट्यन्तं जिन्येषु सप्तम्यन्तं त्रिपदमिदं सूत्रं झजोः कुजिन्यतोः इत्यस्मात् कु इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अन्तेः अङ्गस्य अह कु जिन्येषु इति भवति. अत्र हन्धातु विषये निमित्तमस्ति हकारस्थाने गकारः भवति, कवर्ग वर्ग वर्णाः सन्ति. अनन्तरं तत्र द्वितीयनिमित्तमस्ति निति निति प्रत्यये परे अस्ति चेत् अनन्तरं नकारे परे अस्ति चेत् अत्र कावर्गः अकारेण तुल्यगकारः भवति इति तत्र अत्र किमपि कुत्वं भवति तावदेव. अन्धातोः कुत्वं भवति निति निति प्रत्यये परे अथवा नकारः परः अस्ति चेदपि भवति. अनेनैव घ इति घानिष्यते इति रूपं घन्यो भविष्यते घानिष्यते. अग्रे भगिनि, अत उपदायाः उपदायाम् अतः वृद्धिः निति निति प्रत्यये परे एवमेव हन् धातुः लृङ् हन् योगः स्य. अत्र रुदोन् रुदनोः स्य इत्यनेन स्य भवति खलु महोदय? अनेनैव स्यात् अनेनैव स्या भवति वा? न न न रुदनोः स्या इत्यनेन न रुदनोः स्या इत्यनेन इडागमः भवति अपक्षे स्या सिच् सियुट् इति अनेन तत्र स्या भवति. इदानीं तत्र लृङ् अस्ति सर्वत्र अडागमः भवति लुङ् लङ् लृङ्क्षु अडुदातः इत्यनेन अकारः सर्वत्र आगच्छति लृङ् मध्ये. अनन्तरं हास्थाने हास्थाने कुत्वं भूत्वा तत्र तुल्यवर्णः चतुर्थवर्णः गहं भवति. अनन्तरं तत्र वृद्धिः भवति अतः तत्र तत्र स्यास्थाने मूर्धन्यशकारः भूत्वा अगानिष्यत इति भवति इति चदासि लृलुटोः इत्यनेनैव स्या विधीयते. मया लिखितुटोः इत्यनेन स्या भवति. अनन्तरं हण् योगः लुट् इदानीं लुट् हण् सास् तत्र चतासि लृलुटोः इत्यनेन सास् भवति. हण् योगः सास् इदानीम् अकारस्य स्थाने गुत्वं भवति तुल्यवर्णः गकारः भवति अत्रापि वृद्धिः भूत्वा गा इति भवति गानि गानिता इति भविता भविता भवितारौ तादृशमेव तत्र गानिता इति भवति. अनन्तरं तृतीय उदाहरणम् अत्र अन् योगः आशीर्लिङ्ग् भवति हन् योगः सीयुट् भवति अत्रापि वृद्धिः भूत्वा गानि शिष्ट इति भवति. तत्र तु लिङ्गः स्यूट् इति सूत्रम् अनेन एव स्यूटः स्यूट् सूत्रसङ्ख्या 3410 लुट् अस्ति खलु तत्र केन सूत्रेण भवति अत्र घा इति निमित्तं किं भवति चिङ्वत् पक्षः किल अतः नित्वत् आरोपित भवति इति कृत्वा अहो अन्ते निन्नेषु इत्यस्य कार्यम् अतः एव तद् भवति अत्र. अतः तत्र अपक्षे तु हनिष्यते इति तद् यदा अहम् उक्तवती तत्र रुद्धनोः चे इत्यनेन इडागमः अतः हनिष्यते अहनिष्यत परन्तु हन्ता इत्येव हन्ता हनिशिष्ट इति भवति हनिशिष्ट इत्यत्रापि इतोपि किं 2442 हनो वद् लिङ्गि इति किमपि विशिष्टसूत्रमस्ति अनेन तत्र हनिशिष्ट इति रूपम् इत्येव लिङ्गः स्यूट् इत्यनेन स्यूताः अस्तु महोदय. भवानेव ग्रहदातु चिन्वद्भावस्य पक्षे अतोपताय इत्यनेन अत्र अकारः अस्ति इति कृत्वा ग्रहयोग लिट् इति अस्ति अत्र ग्रहयोगस्य ते तत्र युक्तासिषु भावकर्मणोः उपदेशे अज्जनगादृशाम् अज्जनग्रहदृशां वा चिन्वद् इति च इत्यनेन प्रत्ययस्य चिन्वद्भावः इडागमश्च ग्रहयोग इष्यते आदेशप्रत्ययत्वं ग्रह इष्यते तत्र अथोपदा इत्यनेन ग्राहिष्यते ग्राहिष्यते अन्यथा ग्रहिष्यते एव भवति क्षम्यतां ग्रहीष्यते इति भवति तत्र दीर्घः भवति ग्रहः लिटि दीर्घ अलिटि दीर्घः इति लिट् नास्ति चेत् तत्र दीर्घः भवति ग्रहीष्यते ग्रहो लिटि दीर्घः एका च ग्रहधातोः इडागमस्य दीर्घादेशः भवति अलिति. विहितस्य इत्यस्य अत्याहारः येन निजन्तग्राहीधातोः इडागमस्य दीर्घो न स्यात्. ग्रहधातोः इडागमस्य दीर्घादेशः भवति अलिति. विहितस्य इत्यस्य अत्याहारः विहितस्य अस्तु विहितस्य इडागमस्य भवति वा अध्याहारः येन निजन्तग्राहीधातोः इडागमः इडागमस्य दीर्घः न स्यात्. ग्रहः पञ्चम्यन्तम् अलिति सप्तम्यन्तं दीर्घपदमात्रम् आर्धात्मकस्य इडवलादेः इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा इडः एका च उपदेशे अनुदात्तात् इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तसूत्रम् एकाचः ग्रह अङ्गात् इडः दीर्घः अलिति इति. तत्र अलिति लिट् नास्ति चेत् लिट् लकारे न भवति ग्रहधातोः. तत्र अत्र ग्रहधातुः इडा इदनुकूल अस्ति वा ग्रहधातु ग्रहधातुः अनिट् अस्ति. हा अस्तु लिटि लिटि लिटि भवति लिटि इडागमः भवति वा तत्र लटि तत्रापि अनिट् एव अहं चिन्तितवान् गृह्यते खलु गृह्यते अनिट् अनिट् सेट् अस्ति क्षम्यताम् गृह्णाति इति एव भवति किल रूपं गृह्णातुः इत्युक्ते गृह्णाति तत्तु सेट् एव अस्ति सेट् एव अस्तु अस्तु अलिटि अलिटि दीर्घः न भवति तत्र अन्यत्र दीर्घः भवति. अत्र प्रश्नः उदेति यत् किमर्थम् अयमेव दीर्घादेशः न भवति किन्वत् अभावपक्षे सूत्रेण केवलम् उक्तम् अलिटि. अत्र प्रश्नः उदेति यत् किमर्थम् अयमेव दीर्घादेशः न भवति किन्वत् अभावपक्षे सूत्रेण केवलम् उक्तम् अलिटि अतः लिटि विहाय अन्यत्र सर्वत्र भवेत् किल. अवगतं किल प्रश्नः कः इति. दीर्घः अलि सारि ग्रहः अलिति दीर्घः इति अभावपक्षिण्वत् भावपक्षे दीर्घादेशः न भवति वा चिन्वत् यत्र चिन्वत् नास्ति अपक्षे अपक्षे दीर्घादेशः न भवति परन्तु धातुः तु सेट् अस्ति अर्धधातुकस्य इड् वलादेः इत्यनेन इड इडागमः तु भवति तत्र किमर्थं दीर्घत्वं नास्ति इति प्रश्नः. सूत्रे किम् उक्तम् अलिटि न भवति इत्येव उक्तम् एकाच् भवतु इत्येव उक्तम् अन्यत् किमपि न उक्तं किल किमर्थं न भवति इति प्रश्नः. अवगतं किल प्रश्नः. किमर्थम् अयमेव दीर्घादेशः न भवति किन्वत् किन्वत् अभावपक्षे किन्वत् अभावपक्षे इत्युक्ते किन्वत् एकनिमिषः किन्वत् पक्षे न भवति खलु किन्वत् पक्षे न भवति किन्वत् पक्षे तु दीर्घः भवति किल भवान् तत्र पठितवान् किल किन्वत् पक्षे दीर्घः भवति किन्वत् भावः न किन्वत् भावपक्षे न भवति खलु भावपक्षे दीर्घः भवति दीर्घः भवति सत्यं हा किन्वत् भावपक्षे दीर्घः न भवति वा इति प्रश्नः खलु अत्र किन्वत् किन्वत् भावपक्षे क्षम्यतां किन्वत् भावपक्षे केवलम् अतः अलिटि इति उक्तमस्ति खलु किन्वत् भावपक्षे केवलं ग्राहीष्यति इति न भवति इति अस्ति खलु अतः एव ग्राहीष्यति इति किमर्थं न भवति इत्येव खलु सत्यं किन्वत् पक्षे रूपं किं किन्वत् पक्षे ग्राहीष्यते एव किन्वत् अभावपक्षे किन्वत् अभावपक्षे सामान्यपक्षे तत्र ग्रहीष्यते इति भवति खलु सत्यं तत्र तु दीर्घत्वम् अस्ति एव किल किन्वद्भावः न भवति चेत् ग्रहीष्यते इति तत्र दीर्घत्वम् अस्ति एव किल क्षम्यतां किन्वत् नास्ति चेत् ग्रहीष्यते परन्तु किन्वत् अस्ति चेत् किमर्थं न भवति इति प्रश्नः वा सत्यं सत्यम् अहं तु विपरीतम् उक्तवती यत् आर्धधातुकस्य ईडुवलादेः भवति तत्र दीर्घत्वं भवति चिन्वत् पक्षे अपि इडागमः भवति परन्तु तत्र दीर्घत्वं किमर्थं न भवति इति प्रश्नः अत्र सूत्रे किमपि न उक्तं खलु अलिटि एव उक्तम् अस्ति अत्र सत्यम् अतः एव अलिटि एकाच् इति उक्तम् एकाच् ग्रहणं किमर्थम् इत्युक्ते तत्र आतिदेशिकदातवः सन्ति चेत् तत्र इडागमस्य दीर्घत्वं न भवतु इति यदा णिच् वा अन्यत् किमपि द्वादशेषु किमपि तत्र अतः एव एकाच् ग्रहणं तत्र भवति परन्तु तत्र अलिटि इत्येव उक्तं तत्र चिन्वद् भवतु अथवा अभावः किमपि न उक्तं तत्र निमित्तं केवलम् अलिटि एकाच् ग्रहः इत्येव अतः प्रश्नः आदधातुकलादेः इत्यनेन भवति चिन्वत् स्यात् सियुक्ता शिशु इत्यनेन दीर्घत्वं न भवति ईडागमः भवति परन्तु दीर्घत्वं न भवति ग्रहोलिटि इति तत्र भवेत् तस्य कार्यं भवितुम् अर्हति सत्यं सत्यं तदेव अतः एव प्रश्नः किमर्थं न भवति इति उत्तरं न्यासवाक्यायां व्याख्यायां दत्तमस्ति यत् ग्राहिता ग्राहिष्यता इत्यत्र कथं चिण्वत् इतः न भवति चिण्वत् इतो न भवति इत्याह तत्र ग्राहिष्यत प्रकृतस्य एव इत्याह आघातुकस्य इति य प्रकृत इत् तस्य इदं दीर्घत्वं भवति न चिण्वत् इतः तस्य प्रकृतत्वात् चिण्वत् इत्यनेन चिण्वद्भावः उपलक्ष्यते तत् सहचरित इत्यन्वत् इत्युक्ते ग्राहित इति न अवगतं तत्र किम् उक्तम् इति सरलमेव न्यासव्याख्यायां दत्तमस्ति यत् ग्राहिता इति अस्ति ग्राहिता इति किम् अस्ति अत्र ग्राहिता ग्राहिष्यत इति तत्र ग्राहिष्यत इति किन्वत् भावः खलु सत्यं ग्राहिष्यत इत्यत्र कथं चिण्वत् इतः न भवति ग्राहिष्यत चिण्वत् इतः न भवति ग्राहिष्यत ग्राहिष्यत चिण्वत् कथम् अवगन्तव्यम् इत्युक्ते चिण्वत् इतस्य दीर्घः किमर्थं न भवति इति अवगन्तव्यम् दीर्घत्वं कथं न भवति इत्येव इत्याह प्रकृतस्य एव इत्यादि प्रकृतस्य इत्युक्ते किम् अस्ति आर्धातुकस्य इति प्रकृत इत् तस्य इदं दीर्घत्वं भवति आर्धतुकस्य इत्यस्य एव भवति आतस्किट् वदामि इत्यनेन दीर्घत्वं भवति न तु चिन्वदितः इति अस्तु इदानीं प्रकृतस्य इति अस्ति अत्र आर्धतुकस्य इद्वलादे यत् विहितमस्ति इति तस्य दीर्घत्वं भवति न तु चिन्वद् इत्यनेन तत्र इडागम इट् पक्षः अस्ति तस्य अप्रकृतत्वात् अस्तु तत्र तत्र विहितमस्ति तत्र विशेषसूत्रेण प्रकृत्या न भवति आधातुकद्वलं सामान्य अस्ति चिन्वति रहिते विशेषसूत्रेण इत्येव तत्र अप्रकृतः इति तत्र अप्रकृत चिन्वत् इत्यनेन चिन्वद्भावः उपलक्ष्यते अस्तु चिन्वद्भावः उपलक्ष्यते तत्र नास्ति चिन्वद्भावः उपलक्ष्यते तस्य तत् सहचारित इत्यनेन चिन्वत् इत्युक्ते ग्राहिता अत्र न भवति सत्यं सामान्येन यद् अर्धधातुकस्य ईड्वलादेः इति सामान्येन यद् ईडागमः भवति तस्य एव ग्रहो लिटि दीर्घः इत्यनेन दीर्घत्वं चिन्वद्भावः इति यद् आरोपितम् अनेन यद् ईडागमः भवति तस्य तु ग्रहो लिटि दीर्घः इत्यनेन दीर्घत्वं न भवति यद्यपि सूत्रे न उक्तं तथापि अनेन वयं तत्र अवगन्तुं शक्नुमः प्रकृतस्य एव इडागमस्य दीर्घत्वम् अप्रकृतस्य न इति तत्र वार्तिकं वा इति किमपि नास्ति तत्र व्याख्यां दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः भाषायां प्रयोगः तदपि अस्ति खल किल भाषायां प्रयोगः अस्ति तत् शास्त्रीयदृष्ट्य करणीयं तत् किमपि समर्थनं करणीयम् इति सत्यं सत्यं तदेव भाषायां प्रयोगः एव धन्यवादः महोदय ततः ग्रह अभवत् इदानीं दृश् भगिनी दृश् पठति वा आं महोदय पठामि दृश् धातुः चिन्वत् भावस्य पक्षे पुगन्तलघुपदस्य च इत्यनेन गुणः भवति यत्र चिन्वत् भावः न भवति अत्र तृजिदृशोर्जल्यमकिति इत्यनेन तृज् दृश् धातोः अम् आगमः भवति जलादि अकिति प्रत्यये परे तदा युको एनर्जि इत्यनेन अकारे परे ऋकारस्य यन् आदेशः रेपः भवति इदानीं दृश् इति स्वीकुर्मः चेत् दृश् स्यते अत्र सृजिदृशोर्जल्यमकिति इत्यनेन सृज् दृश् धातोः अम् आगमः भवति जलादि अकिति प्रत्यये परे इदानीं दृश् तत्र हलन्त्यं तस्य लोपः इत्यनेन शकारस्य लोपः भवति दृ एव तिष्यति अनन्तरं न भगिनि पश्यतु अत्र एव अम् आगमः कुत्र भवति इति चिन्तयतु अम् आगमः जलादिप्रत्यये अकिति कित् नास्ति चेत् अत्र जलादिप्रत्यये परे अस्ति चेत् अम् आगमः भवति अस्तु अस्तु महोदय भगिनि अत्र अम् तत्र अकारः एव भवति खलु कीदृश आगमः आम् अन्त्यात् मिदच्छोन्त्या न न एतदेव मिदच्छोन्त्यात् परः अच् परे आगच्छति रेपः अस्ति अत्र दृ योगः अकारः अम्बावेन अत्र अकारः श्रूयते इदानीम् इष् भवति दृ योगः अयोगः इष् योगः स्यते इदानीं को एनचि इत्यनेन अकारे परे ऋकारः अस्ति ऋकारस्य यन् आदेशः भवति दृश् योगः स्यते इदानीं तत्र शकारस्य शकारः व्रच्छ व्रच्छ इत्यनेन वा महोदय अस्तु व्रच्छ व्रच्छ मृजय चषाम् इति बृहत् सूत्रेण तत्र द्रश् इति भवति स्यते इति भवति तत्र शकार षडोकः इत्यनेन शकारस्य स्थाने ककारः भूत्वा द्रक् इति भवति द्रक् योगः स्यते द्रक् योगः स्यते आदेशप्रतियोगः इत्यनेन वर्णमेलनेन अनन्तरं द्रक्ष्यते इति आत्मनेपदिनः अत्र अन्तिमरूपं सत्यं परन्तु एतत्तु चिन्वत् अभावे अपक्षे एव अनेन एव तत्र द्रक्ष्यते इति रूपम् चिन्वद्भावे तु यदा सामान्यं वयं दृष्टवन्तः किल तत्र दर्शिष्यते इति रूपं तदेव अग्रे अस्ति अस्तु आम् सूत्रं पठतु भगिनि अग्रे एव तत्र प्रदर्शितमकिति इति सूत्रं सृज् दृश् धातोः अम् आगमः भवति जलादि अकिति प्रत्यये परे अम् मित् इत्यतः मिदच्छोन्त्यात् परः इत्यनेन धातोः अच् वर्णेषु अन्त्यात् परः आयाति धातोः कार्यम् उच्यमानं तत् प्रत्यये भवति इति परिभाषया प्रत्ययशब्दः युज्यते सूत्रात् यतोहि धातोः विधीयमानं कार्यं परस्थप्रत्ययस्य निमित्तत्वेन भवति. सृजिश्च दृश्च तयोः इतरेतरद्वन्द्वः सृजिदृशो तयोः सृजिदृशयोः न चित् अकित् तस्मिन् अकिति सृजिदृशोः षष्ट्यन्तं जलि सप्तम्यन्तम् अम् प्रथमान्तम् अचिति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अनिवृत्तिसहितसूत्रं सृजिदृशोः अम् जलि अकिति प्रत्यये. एतत् विषये पूर्वमेव वयं दृष्टवन्तः सृजिदृशो जल्प्यम इति. अत्र एतत् त्रि सृजिधातुः अस्ति दृशधातुः अस्ति. अत्र मिदच्यन्त्यात् परः इत्यनेन अमागमः भवति मध्ये अच् अन्त्यात् अच् परः अच् वर्णेषु अन्त्यात् परः एव एतत् अम् आदेशः भवति खलु महोदय. अतः तत्र एकं वार्तिकमपि दत्तमस्ति धातोः कार्यम् उच्यमानं तत् प्रत्यये भवति इति परिभाषा उक्तमस्ति. किमर्थम् इत्युक्ते अनुवृत्तिसहितसूत्रे सृदृशोः अम् जलि अकिति प्रत्यये इत्यपि स्वीकृतम् अनुवृत्तिरूपेण. तद् किमर्थम् इत्युक्ते प्रत्ययशब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थप्रत्ययस्य निमित्तत्वेन भवति. अस्माकं परत्वप्रत्ययः जलादि अकित् प्रत्ययः भवतु इत्येव निमित्तमस्ति. अतः एव प्रत्यये इति योजितं. प्रायः पूर्वं दृष्टवन्तः वा एतत् परिभाषा? प्रथमं वारम् अहं पश्यामि धातोः कार्यम् उच्यमानं प्रत्यये भवति इति न किल. एतदेव प्रथमवारम् अहम् इति पश्यामि. परन्तु परिभाषा एतावत् वयं नत्ययं प्रायः योजनीयं प्रत्यये इति. किमर्थम् इत्युक्ते तत्र धातौ विधीयमानं कार्यं परस्थप्रत्ययस्य निमित्तत्वेन भवति सामान्यतया वयं जानीमः. परन्तु प्रायः एतादृशपरिभाषा अपि अस्ति तादृशी परिभाषा. भगिनी भवती एव तत् पूरयतु. परन्तु चिन्वत् इडागमः भवति चिन्वत् भावस्य पक्षे इडागमः भवति तदानीं दृश् धातुतः जलादिप्रत्ययः न अपि तु इकारादिः तस्माच्च अम् आदेशः न भवति. अम् अभावे पुगन्तलघुपदस्य च इत्यनेन गुणः भवति. अतः तत्र एतत् विषये उदाहरणरूपेण दत्तं दृश् योगः लृट् दृश् स्यते इति भवति. स्यासिच् स्युत् तासिच् भावकर्मणो उपदेशजन गृहदिशां वा चिन्वत् चिन्वदिट् च इत्यनेन स्या प्रत्ययस्य चिन्वत् भावः इडागमः च. पूर्वमेव वयं दृष्टवन्तः दृश् योगः ई योगः स्यते इति. तद् आदेशप्रत्ययोः इत्यनेन षत्वं भवति दृश् योगः इष्यते. पुगन्तलघुपदस्य इत्यनेन उपदा गुणः भवति. तत्र दृश् योगः इष्यते उरण्रपरः इति अस्ति. ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति एव. इदानीं दर्श् योगः इष्यते दर्शिष्यते भवत्या इदानीमेव उक्तं तत्र दर्शिष्यते इति. चिन्वत् भावः न भवति चेत् वयं दृष्टवन्तः दृश्यते. चिन्वत् भावः अस्ति चेत् द्रक्ष्यते. चिन्वत् अभावः अस्ति चेत् एव दर्शिष्यते खलु महोदय. चिन्वद्भावः दर्शिष्यते अभावः द्रक्ष्यते तदेव भवती अपि उक्तवती वा? आं भगिनि. चिन्वत् अभावः अस्ति चेत् तत्र चिन्वत् भावः एव तत्र दत्तं खलु महोदय. चिन्वत् भावः न भवति चेत् द्रक्ष्यते इत्युक्ते चिन्वत् अभावः. तत्र तु दृश्योगः इष्यते इत्यत्र सृदृशोर्जल्यं जल्यमकिति इत्यस्य प्रसक्तिः न भवति. किमर्थम् इत्युक्ते ईकारः अस्ति प्रत्यये अकित् नास्ति. जलादि अकित् नास्ति, अकित् इति न वक्तव्यं, जलादि अकित् नास्ति इति कृत्वा तत्र तस्य प्रसक्तिः नास्ति तावदेव तत्र. अस्तु, एवमेव इति अपि पठतु भगिनि. अपुगन्धलघुपदस्य वयं दृष्टवन्तः, तत् जानीमि. अग्रे एवमेव दृश्योकृङ् दृश्योकृस्य तत्रापि अडागमः भवति, अदर्श्यस् अदर्शिष्यत इति किम् अभाव अभावपक्षे भवति. दृश्योकृन्वत् भावे दर्शिष्यते इति दर्शिष्यत इति अदर्श्यस् अदर् अदर्शिष्यत इति भवति. दृश्योकः लुट् अस्ति चेत् अत्र तासस् तत्र त्यतासि लृ लुटोः इत्यनेन तास् भवति. इदानीं तत्र गुणः पुगन्तलघुपदसि इत्यनेन तत्र उरण्ड्रपरः भवति, अतः तत्र दर्शिता इति वर्णमेलनमेव अत्र दर्शिता इति. इदानीं दृश्योकः आसीर्लिङ्ग, दृश्योकः स्यूट् लिङ्गः स्यूट् इत्यनेन तत्र अपि गुणः भूत्वा दर्शिशीष्ट इति भवति. सर्वत्र तत्र अभावे तु यदा वयं तत्र द्रक्ष्यते इति दृष्टवन्तः, अद्रक्ष्यत, द्रष्टा, द्रशिष्ट इति प्रायः द्रक्षिष्ट सर्वत्र गुणः सर्वत्र गुणः न भवति तदृज दृशोः इत्यनेन अमागमः. अनन्तरं भ्रश्च भ्रश्च इत्यस्य प्रसक्तिः अस्ति चेत् भ्रष्ट भ्रश्च तावदेव तदेव कार्यम्. अस्तु, अन्तिमभागः इति चिन्तयामि. महोदय पठति वा? निजन्तदातवः निजन्तदातवः सर्वे इकारार्थाः. आधातुकस्य आधातुकलकारेषु सार्वातुके यक् इत्यस्य पृथक्ति अभावात् यक् न भवति. निजन्तधातूनाम् अजन्तत्वात् निजन्तधातूनाम् अजन्तत्वात् स्यासिच्युषादिषु भावकर्मणि अजनग्रहश्च इत्यस्य सर्वत्र तत्र उपदेश अवस्थायां मे निजन्तदातव सर्वे अजन्ताः इति तु नास्ति, किन्तु मनसि भवेत् यत् अत्र उपदेश इत्युक्ते आर्धात्मक उपदेशकाले इत्यनेन किण्वद्भावः सर्वत्र भवति. किण्वद्भावे सति रूपत्रयं भवति, मित् धातूनां च विकल्पत्रयम् उभयत्र किण्वत्पक्षे इडागमे सत्यपि नेरणीतीत्यस्य कार्यं भवति. अस्तु, कथमिति अग्रे उच्यते. अस्तु, तत्र आसत्कलकारे सार्वत्रिकस्य अभावात् यक् न भवति. अजन्त अस्ति, अजन्तदातु अस्ति, तत्र अनेन तत्र चार्टिक् सीयुत् भावकर्मणोः अच् तत्र अच् अत् खलु अनुग्रहदिशां वा चिण्वद् इति अच् अजन्त अस्ति खलु अत्र अच् आचित्येन तद् भवति. अतः तत्र इदानीं तत्र रूपद्वयं किमद्भावे सति रूपद्वयं भवति, ये चित्तार्थे विकल्पद्वयं चित्तार्थे उभयत्र किण्वद्भाव किण्वत्पक्षे इडागमः सति नेरनेटि इत्यनेन तत्र अस्तु इत्यस्य कार्यं नेरनेटि अत्र नेः अनेटि तत्र भवति. अस्तु, नेरनेटि इत्युक्ते किम् इत्युक्ते नेहलोपः तत्र अनीति आर्धात्मके दृष्टवन्तः. यस्य आर्धात्मकप्रत्ययस्य इडागमः नास्ति यस्य आर्धात्मकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नीप्रत्ययस्य लोपः भवति. अत्र नीत्यस्य अनुबन्धरहितत्वात् निङ् णिच् द्वयोः ग्रहणम् उभयत्र इ इत्येव अवशिष्यते. नेः सत्यन्तम् अणिति तस्य कर्तव्यकविदसूत्रम् अतो लोपः इत्यस्मात् लोप इत्युक्ते अनुवृत्ति आर्दात्मके इत्युक्ते अधिकारः अनुवृत्ति इत्युक्तमस्ति णेः इत्युक्ते निजन्त इकारस्य नि इत्यस्य णेः लोपः भवति अनिति आर्दात्मके आर्दात्मके इत्युक्ते निजन्तदातूनां चिन्वत् चिन्वत् भाव भावस्य अपक्षे आर्धातुकणकारेषु सर्वत्र आर्धातुकस्य इर्वलादिनित्य निरागना भवति धातुस्य कस्मिन् आशीर्लिङ्गे यास्तुत् वलादिः नास्ति अतः इडागमः न सम्भवति किन्तु तत्र यास्तुत् परस्मैपदेषु उदात्तो निश्चेतनेन लिङ्गकारस्य परस्मैपदिप्रत्ययानाम् एव यास्तुदागमः तस्मात् आशीर्लिङ्गे यास्तुत् भवति किन्तु केवलं परस्मैपदे एव अतः भावकर्मणि च न भवति आत्मनेपदे आशीर्लिङ्गे सीयुत् भवति तस्य इदानुकूलः अनेन आदात्कलकारेषु आत्मनेपदे सर्वत्र पद्यस्य इदानुकूलः न इदानुकूल इदानुकूल्यं भवति यासु तस्य परस्मैपदेषु भव तत् यासु इति अनेक अस्ति अनेकस्य अस्ति तत्र इडागम अनुकूलः नास्ति तत्र वलादि नास्ति अतः न भवति परन्तु आशीर्लिङ्ग यासुत् आशीर्लिङ्गि आशीर्लिङ्गि यासुत् आशीर्लिङ्गि यासु यासु भवति अतः तत्र भावकर्मणे इति कृत्वा तत्र न भवति अतः आत्मनेपदे आशीर्लिङ्ग् सीयुत् भवति आत्मनेपदे आशीर्लिङ्ग् सीयुत् भवति तथा तत् सीयुत् इति तत्र वलादि अस्ति इति कृत्वा सर्वत्र आत्मनेपदे सर्वत्र पत्य अस्ति इदानुकूलं इदानुकूलं भवति आर्दस्य इड् वलादेः अङ्गात् वलादेः आर्दस्कस्य इट् भवति इदागमः भवति वयं जानीमः वलादे आर्दस्कस्य इदागमः स्यात् इति वदति इट् इति इट् अस्ति इति कृत्वा तत्र आदित्यकटिनेन तस्य आदवाय तत्र अग्रे चिण्वद्भावस्य अपक्षे सर्वत्र रूपाणि यथा कर्तरि तथैव कर्मणि अस्ति प्रक्रियापि तथैव केवलं भावकर्मणोः इत्यनेन भावकर्मणोः वीतस्य तस्य तिपादया आत्मनेपदिनः भवन्ति अन्यत् सर्वं सामान्यम् अन्यत् सर्वं समानम् अतः कर्तरि पाठयिष्यति भवति तत्र कर्मणि पाठयिष्यते किन्वत् अभावपक्षे किन्वत् अभावपक्षे किन्वत् नास्ति चेत् पाठयिष्यते पाठयिष्यति तत्र कर्मणि पाठयिष्यते कर्तरि कर्तरि तु चिन्वद्भावस्य किमपि प्रसक्तिः नास्ति किल कर्मणि एव चिन्वद्भावः आमां तत्र पाठयिष्यति पाठयिष्यते इति सामान्य सामान्येन तत्र कर्तरि नास्ति एतत् सामान्यमस्ति कर्तरि अस्ति तत्र तत्र उभयपदी भवति खलु तत्र सत्यम् अत्र पाठयिष्यति पाठयिष्यते परन्तु कर्मणि एकमेव रूपमस्ति पाठयिष्यते रूपं समानरूपम् आगच्छति पक्षे अपक्षे अपि पाठयिष्यते इत्येव आगच्छति कारयिष्यति कारयिष्यति इति कर्तरि कर्मणि कारयिष्यते एव तत्र इत्यादि रूपाणि निजन्तपाठे अस्माभिः प्रक्रिया अधीता प्रक्रिया पठतु महोदय तत्र स्पष्टं भवति चिन्वत् तत्र किञ्चित् प्रक्रियायां सूत्राणाम् एव इतस्ततः भवति तस्यासि इति न भवति अपक्षे परन्तु रूपं समानम् आगच्छति अस्तु बट् अत्र हेतुमति चिन्तनेन प्रेरणार्थे निच् भवति पट् योगी अतोपदयितेन पाठि इति भवति अतोपदयितेन पाठि इति भवति निति प्रत्यये पदे इदानीं सनातनदातवैतरीन्द्रपुत्र आश्रयस्य धातूनां तात्पर्या भवति पाठीयगल्ट् इदानीं तत्र आटीयगल्ट् तत्र शते इति भवति पाठीयगस्यते इदानीं तत्र आत्मनेपदी भवति खलु कर्मणि आत्मनेपदी अस्ति इदानीं तत्र स्यास्ति युक्तासिषु भावकर्मणोः उपदेशे अस्य जनगृहनिशां वा चिणुमद्देशनेन आर्दातुक उपदेशकालिक अजन्तदातुः धातुतः प्रत्ययस्य चिणुमद्भावः भवति अतः इडाग भवति पाठियोग ईयोगश्यते इदानीं नेर आदेशप्रत्ययत्वेन तत्र इष्यते इति भवति इष्यते पाठियोग इष्यते सेवेन् 359 पाठ्य वैष्यते असितत्रभावेन इडागमासितत्वम् इडागमासितत्वं नेर् 6461 अस्तु इत्यनेन यस्य आदातकपत्य इडागमः नास्ति तस्मात् पुरणीपत्यस्य लोपः भवति इडागमस्य असितत्वम् असितत्रभावात् इत्येव अचिन्तवस्त्राबाधिकेन इडागमस्य असिद्धत्वं वा किं भवति भवत्य तदेव तत्र असिद्धवत्त्राबाधिति 6422 किल आरभ्य भवति इति आरभ्य भवति अतः इदानीम् अस्माकं प्रश्नः स्यासि च स्युत दीर्घसूत्रं 6462 अस्ति अनन्तरं नेरणि 6-4 इति अस्ति 6451 किल नेरणीति द्वयोः सूत्रयोः कथं कार्यं कस्य कार्यं भवति इति प्रश्नः तदेव अस्ति तद् पठतु महोदय असिद्धवत् अत्र वायकार्यं सत्यं 6422 to 6475 पर्यन्तम् अस्ति सत्यं सत्यं बस्य इति अधिकारपर्यन्तम् अस्ति तत्र कमपि आश्रयम् अधिकृत्य आदीयकार्यं द्वितीयं सामानाश्रय आदीयकार्यं प्रति असिद्धं भवति इति अधिक अत्र तत्र इडागमः भवति तत्र स्टाटिक् इत्यनेन इडागमः भवति 6462 इदानीं तत्र तत्र साहित्यस्य तत्र इडागमः भवति साहित्यस्य इडागमः भवति इडागमः भवति इति अस्ति इदानीं पाठ्य वैष्यते इति अस्ति इडागमस्य असिद्धत्वं भवति असिद्धत्वं नेरणीति इत्यनेन तत्र अस्तु एकनिमिष पाठ्य पाठ्य इडागमः नेरणि इत्यस्य अनेन आगतपत्रे इडागमः नास्ति तस्मात् समीपस्य श्लोकः यस्य आर्दात्तकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नीपत्य अस्तु इदानीं तत्र इडागमः अस्ति खलु तत्र तद् किं पश्यति इत्येव असिद्धम् इत्युक्ते तद् किं पश्यति नीरणीति आगत्य किं पश्यति इति ई एव पश्यति अत्र नीरणीति अत्र तद् यद् इडागमः कृतं स्यासि स्यूट् इत्यनेन तद् नेरणिति न पश्यति न पश्यति खलु न पश्यति तत्तु पाठीयोगः स्यते इत्येव पश्यति अतः तत्र नेरणिति आगत्य कार्यं कृत्वा ईकारलोपः अभवत् किल नीप्रत्ययस्य लोपः पाठ्योगः इष्यते इति तत् इकारं न पश्यति एव खलु पाठियोगस्यते एव पाठिष्यते एव भवति तत्र नेरटिष्यस्य तत्र कार्यं न भवति खलु अत्र न नेरनिटि इत्यनेन एव पाठी इत्यत्र यद् ईकारः आसीत् तस्य तु तत् कार्यमेव किल यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नी प्रत्ययस्य लोपः इदानीं नीलोपः कृतः नेरणिति. अस्माकं तु प्रश्नः भवति किल, इडागमः तु अस्ति एव, कथं वदामः तत्र नीलोपः इति. नेरणिति न पश्यति तद् यद् स्यासि इत्यनेन यद् इडागमः आनीतं तद् न पश्यति. किमर्थम् इत्युक्ते असिद्धम् अस्ति. तदेव, अतः एव तद् नीलोपः कृत्वा पाठिष्यते, अथवा रूपं यदा पश्यामः दोषेण आगच्छति. पाठी योगः इष्यते, दीर्घत्वं भूत्वा पाठीष्यते इति किमपि अन्यत् भवति. अवगतं किल सर्? एतत्तु अनिष्टरूपम् अस्ति खलु महोदय? अनिष्टरूपं सिद्ध्यति, तत्र समाधानम् अपि आवश्यकं किल, तत्र कथं रूपं साधयामः इति. तत्र पाणिनिना तत्र व्यवस्था स्थापिता, असिद्धवत् अत्र सूत्रद्वयमपि असिद्धाधिक क्षम्यताम् आभीयकार्यम् अस्ति. तत्र कमपि आश्रयम् अधिकृत्य आभीयकार्यम् अस्ति चेत् द्वितीयसमानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति. अतः नेरणिति प्रति स्यासि इति यत् कार्यं कृतं तद् असिद्धं भवति. अतः एव तद् ईकारः न पश्यति. तद् चिन्तयति पाठीयोगः स्यते इत्येव चिन्तयित्वा तस्य कार्यं किं नीलोपः एव तद् करोति. तत् तस्य कार्यं कृतम्. अभियकार्यम् इत्युक्ते सूत्रद्वयमपि एकस्मिन् तद् तस्मिन् सीमायां भवति. आम् एकस्मिन् न स्थानेन पक्षे यद् पश्यति तद् पूर्वसूत्रेण कृतं कार्यं न पश्यति. सङ्ख्याद्वारा नास्ति. सङ्ख्या इतस्ततः अपि यदा अत्र पश्यामः स्यासि इत्यस्ति 6462, नेरटिटि इति 6451. अत्र सूत्रसङ्ख्यायाः महत्त्वं किमपि नास्ति. कार्यमस्ति, अतः स्यासिचिति आगत्य तत्र इडागमः करोति, नित्वद्भावः आरोपयति, सर्वं करोति. अनन्तरं नेरणिति आगच्छति चेत् तत् कार्यं यद् स्यासि इत्यनेन कृतं तद् न पश्यति. तावदेव. एकस्मिन् केन्द्रे इति वक्तुं शक्नुमः, एकस्मिन् केन्द्रे सूत्रद्वयम् अभीयकार्यम् इति भवति. समानाश्रितमपि अस्ति, द्वयोः सूत्रयोः समानाश्रितमपि अस्ति, अर्धधातुकप्रत्ययः वा निद्वत् इति. अतः तत्र यत् कार्यम् एकेन कृतम् अन्यत् न पश्यति. एकस्मिन् किम् उक्तं भवत्या? केन्द्रः इत्युक्ते सेण्टर् इति अर्थः. स्थानमपि आगच्छति खलु? स्थानम् इत्युक्ते तत्र भ्रमः भवति, केन्द्रमपि स्थानमेव खलु महोदय? आं सत्यं, तत् स्थानमिति वयम् अत्र उपयोगं कुर्मः किल, अतः एव केन्द्रे. इतोपि एकं पठामः. भगिनी चिन्वत् अपक्षे पठतु. अस्तु महोदय, अत्र चिन्वत् चिन्वत् अपक्षे खलु महोदय? अत्र सत्यं अपक्षे पट् हेतुमति च इत्यनेन प्रेरणार्थे धातोः निच् आगच्छति, अतः तत्र पट् योगः निच् स्थाने ई एव तिष्ठति अनुबन्धलोपानन्तरम्, अतः पट् योगः ई. अतः उपादायः इत्यनेन उपादायाम् अतः वृद्धिः भवति, निति निति प्रति भवति. अतः पट् योगः अतः उपादायः इत्यनेन पाटि इति भवति. सनादन्तदातवः इत्यनेन अतिदेशिकधातूनां धातुसंज्ञा पाटि योगः लृट् योगः इत्युक्ते पाटि योगः स्यते भवति. आर्धधातुकस्य बलादेः आर्धधातुकप्रत्यये आदौ मल् प्रत्यहारे अन्यतमवर्णः चेत् तस्य इडागमः तत्र स्यते इति वलादि अस्ति एव. इदानीं पाटीयोगः इ अस्ति, अनन्तरं स्यते इति अस्ति, आदेशप्रत्ययोः इत्यनेन षत्वं भूत्वा पाटीष्यते इति भवति. सार्वधातुक अर्धधातुको इत्यनेन इगन्त अङ्गस्य इत्थकगुणः सार्वधातुके अर्धधातुके च प्रत्यये परे. इदानीं पाठे इकारस्य स्थाने एकारः भूत्वा पाठे इति भवति, इष्यते पाठे योगः इष्यति. एचो एव यावः इत्यनेन एकारस्य स्थाने ऐ आदेशः भवति, अतः तत्र पाठे इष्यते इति अन्तिमरूपम्. समानरूपमेव, परन्तु प्रक्रिया किञ्चित् भिन्ना तावदेव. तत्र अत्र तु आर्धधातुकस्य इड् बलादेः इत्यनेन इडागमः भवति इति कृत्वा अत्र नेरनिटि इत्यस्य प्रसक्तिः नास्ति, अभियकार्यम् इत्यस्य चिन्तनमेव नास्ति. तत्र तु आर्धधातुकस्य इड् बलादेः इति 7-2 इत्यस्मिन् अस्ति, बस्य इत्यस्य किमपि तत् अभियक्षेत्रे एव नास्ति, केन्द्रे इत्यस्य स्थाने क्षेत्रे इति वक्तुं शक्नुमः भगिनि, क्षेत्रे इति सम्यक् अस्ति, तस्मिन् क्षेत्रे एव नास्ति, अतः तद् कार्यं न भवति, तद् चिन्तनमेव नास्ति, नेरनिटि इति न भवति अत्र. क्षेत्रे मया लिखितं भगिनि, क्षेत्रे एवमेव एवमेव लिक् इदानीं लघु इकारः अस्ति, तत्रापि सार्वधातुक अर्धधातुको योगः इत्यनेन इकारस्य स्थाने एकारः भूत्वा लेखि इति भवति. इदानीं लेखिष्यते लेखयिष्यते इति भवति, रूपं द्वयं भवति. एकस्मिन् पक्षे इडागमः भवति, अन्यस्मिन् पक्षे इडागमः न भवति. खलु इडागमः तु भवति एव किल अर्धधातुकस्य इडबलादेः नेरनिति इत्यनेन तत्र इकारस्य लोपः भवति वा? नेः लोपः निश्चय सत्यं नेः लोपः इदानीं कृ धातुः तत्रापि तत्र अच्युनिति इत्यनेन वृद्धिः भवति, सारि इति भवति. समीचीनं वा भगिनि महोदय? कारिष्यते कारयिष्यते कारयिष्यते इति भवति. तत्रापि नेरनिति इति सूत्रं कार्यं करोति, अतः कारयिष्यते इति भवति. भूधातुः भावि इति भवति, प्रथमं पुगन्धलघुपदस्य इत्यनेन तत्र भो भवति, अनन्तरं यचो एव यावः इत्यनेन भाव् भवति, भावि इति भवति इकारयोजनेन भावि भाविष्यते भाविष्यते भावयिष्यते इति रूपं द्वयं स्थानमत्र सार्वधातुक अर्धधातुकयोः पुगन्तलपदस्य न सार्वधातुक अर्धधातुक. अनन्तरं येषां कृते प्रक्रियारूपाणि च वक्तव्यानि छल् दा नि कृष् एतत् सर्वम् उपरि दत्त उपरि दत्तम् उदाहरणमेव तत्र अपि भवति इति समानरीत्या एव भवति. यदा पट् धातुः छल् अपि तादृशं नी इति प्रायः ईकारः तद् प्रायः गृहपाठरूपेण नायिष्यति नायिष्यते नायि नायिष्यते नायिष्यते नायिष्यते धा इति कथं भवति तत्र धा धापि इति अतिदेशधातुः किल दापिष्यते दापयिष्यते इति भवति दशनिमिषाः सन्ति महोदय. मित् दातवः अपि पठतु अनन्तरं समापयामः. निजन्तदातुषु मिद्दातवः मिथान्तस्वः इतरेण ये दातवः मितः तेषाम् उपादायाः स्वरः ह्रस्वं निच्चि प्रत्यये परे. मिथां ह्रस्वः मिद्धातूनाम् उपादायः स्वरः ह्रस्वः भवति निच् प्रत्यये परे. मितिति कश्चन अन्तर्गणः भवादिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति, अपि च जुरादिगणे जपादयः षड् धातवः मितः अन्तर्गणे सन्ति. अनुवर्तितसूत्रमस्ति मिताम् अङ्गानाम् उपादायाः रत्वः णौ परे मित् ये मित् धातूनां तत्र मित् इति अन्तर्गणः अस्ति तत्र अतः मितां रत्व इत्यनेन तत्र उपादायाः तत्र तत्र यद् दीर्घं भवति अचु अत उपादाय इत्यनेन तस्य पुनः रत्वः भवति णौ परे यथा भ्वादिगणे घटादय इति उपगणे तत्र चतुश्चत्वारिंशत् दातवः सन्ति घटादयमिति गणसूत्रेण एते दातवः मित् सन्ति तदा तदा चुरादिगणे जपादयः षड् दातवः मित् अन्तर्गणे सन्ति जप ज्ञप यमचः रः वदति इति दातु ज्ञप इति ज्ञानज्ञापन मारणतोषणे तत्र सूचयति सूचयति जयति मारयति प्रसन्नः भवति इत्यर्थः जपयति अस्तु सूचयति जयति मारयति प्रसन्नः भवति यमा परिवेशने च नियमयति नियन्त्रणं करोति चः इति परिकल्पने वञ्चयति रुः त्यागे त्यजति जहाति बलप्राणिनेति जीवति पोषणं करोति बल ति चयने इति सङ्ग्रहणं करोति इदानीं जप इति अस्ति जप योग तत्र इ इति अस्ति तत्र नित्ययोग कस्य अस्ति तत्र जपयोग इ तत्र ज्ञापि इति भवति इदानीं मृतां दत्वा इत्यनेन तत्र ज्ञापि इत्यस्य निधातोः तत्र ज्ञपि इति भवति ज्ञपि इति निजन्तदातु अस्ति इदानीं तत्र ज्ञपि ज्ञपि इति निजन्तदातु अस्ति सति तत्र जपयति जपयते तत्र निजन्तरूपमेव दत्तं किल तत्र तत्र ज्ञपयति निजन्तरूपमेव खलु चप् विकल्पस्य सर्वत्र ज्ञपयति जपयति यमे यमयते यमयति चः चहयति चहयते तत्र चाहि इति भवति मात्र चहि इति भवति तथैव राहि इत्यस्य रहि इति भवति अनन्तरं चहयति रहयति रहयते इति बलयति बलयते इति बाली बालयते इति भवेत् न भवति बलयति बलयते इति तथैव तत्र चि इति धातुः अस्ति चै इति भवति आचोमिचिन्तनेन तत्र अनन्तरं तत्र चाय् इति धातु तत्र इदानीं मित्राप्रस्वा इत्यनेन तत्र चै इति भवति चै योग चयति चयते रूपाणि तत्र निजन्तरूपाणि सत्यं निजन्तरूपाणि एव भावकर्मणे भिन्नसूत्राणि आगच्छन्ति आं भगिनि तत्र ञप् इति पूर्वमेव ञप् एव भवति अत्र उपादायः इति ज्ञापी न करणीयम् अनन्तरं मितं ह्रस्वः इति आं तद् वयं पूर्वं दृष्टवन्तः पूर्वस्मिन् करपत्रे अथवा चुरादिगणे इति करपत्रे आसीत् किमर्थं वयं तादृशं कुर्मः इति पुनः ज्ञापि इति किमर्थम् इति तस्मिन् करपत्रे आसीत् यद् वयम् इदानीं यद् महोदयेन पठितं तद् केवलम् अस्माकं सामान्यरूपमेव भावकर्मणे तु अग्रे अस्ति तत्र नूतनसूत्राणि अपि सन्ति तद् अग्रिमसप्ताहे पठामः वा आं भवन्तः आगच्छन्ति वा अग्रिमसप्ताहे तु दशमी अस्ति परन्तु सर्वत्र विरामकालः एव तदेव पृच्छामि आगच्छन्ति वा अस्तु यदा तत्र अक्टोबर् फिफ्त् विरामः भवति चेत् अग्रिमसप्ताहद्वयमपि अहं न आगन्तुं शक्नोमि किञ्चित् अन्यकार्यम् अस्ति 12-19-26 इति दीपावली 25-26 दीपावली अस्ति अतः वयं तु नवम्बर् द्वितीयदिनाङ्के एव अक्टोबर् कम्प्लीट् हालिडे धन्यवादः तादृश बोरिङ्ग् अस्ति वा अस्माकं वर्गः भगिनि तत्र अधिकजनः भवति चेत् उत्तमः भवति तत्र अन्ये वर्गाः अपि एतादृशमेव प्रचलति महोदय तत्र अन्येषां तत्र सन्देहः भवति खलु अस्माकं तत्र अस्माकं सर्वाणि सर्वे सन्देहः न भवति खलु अस्माकं मनसि अन्ये तत्र तत्र किञ्चित् अस्माकं तत्र भवति तत्र चर्चा भवति चेत् अन्यथा केवलं पठनमेव भवति धन्यवादः आम् आम् शुभाशयाः वयं नवम्बर् मासे पुनः मिलामः अस्तु धन्यवादः